नमस्कारः. अद्यतनकरपत्रमस्ति कर्मणि भावे च इति करपत्रं, तस्य द्वितीयकरपत्रं वर्तते. तस्मिन् विषये अत्र गतसप्ताहे वयं दृष्टवन्तः सार्वधातुकलकाराणाम् एव सार्वधातुके यक् इत्यनेन यक् प्रत्ययः विधीयते. क्रियते, भाव्यते, अनन्तरं क्षम्यतां भूयते, लिख्यते इति यकारः आगच्छति मध्ये. किन्तु यत्र अकर्मकदा लकाराः, ये अकर्मकप्रक्रिया वर्तते, येषां लकाराणाम् अकर्मकप्रक्रिया वर्तते, उदाहरणार्थं लिट्, लुट्, लृङ्, लुट्, लृट्, लृङ्, आशिलिङ्, लुङ् इति षड् सन्ति खलु, तत्र सर्वत्र प्रक्रिया तु अर्धधातुकप्रक्रिया वर्तते. किमर्थम् इत्युक्ते एकं तु अस्ति, कदाचित् तु यत्र लेट् इति सर्वत्र तु पाणिनिना आशीर्लिङ्ग् इत्यस्य अपि पाणिनिना आर्धधातुकलकारः इति निर्दिष्टः अस्ति. नो चेत् अन्यथा तु मध्ये तु आर्धधातुकप्रत्ययः आगत्य उपविशति. तर्हि यक् प्रत्ययस्य विधानं लकारावस्थायामेव आर्धधातुकप्रत्ययः आगच्छति इति कृत्वा सार्वधातुके यक् इत्यस्य अवकाशः न भवति. किमर्थम् इत्युक्ते साक्षात् लिङ्गप्रत्ययं न पश्यति इत्येव अत्रापि विषयः अस्ति खलु. मध्ये अर्धातुकः उपविशति लकारायां लकारावस्थायां. तदनन्तरं वयं तु लृटि, तत्र तु वयं दृष्टवन्तः केवलम् एक एव भेदः वर्तते एतेषां लकाराणां, केवलम् आत्मनेपदरूपम् इति एव अस्ति. नो चेत् परस्मैपदीधातूनां वा उभयपदीनां सर्वेषामपि आत्मनेपदरूपं भवति भावकर्मणोः इति सूत्रेण. तर्हि लृटि वयं सामान्यरूपाणि दृष्टवन्तः. चेष् नेष्यति इति अस्ति नीधातोः, नेष्यते इति भवति लृटि. श इति मध्ये तु उपविशति एव अत्रापि. तर्हि यक् प्रत्ययः न विधीयते इति दृष्टवन्तः. तदनन्तरं लिट् लकारे अपि तथा एव वयं दृष्टवन्तः. लिट् लकारे अपि यत् किं सामान्य यदि परस्मैपदी धातुः अस्ति चेत् परस्मैपदीरूपं प्रत्ययाः आगच्छन्ति. किन्तु एकः एव अत्र तु यक् प्रत्ययः न विधीयते, किन्तु समानसोपानानि सन्ति, केवलं यत्तस्य आत्मनेपदी प्रत्ययाः भवन्ति इति दृष्टवन्तः. तदनन्तरं लुट्, लृट्, लृङ्, आशीर्लिङ्ग् इति चतुर्षु लकारेषु का स्थितिः इति दृष्टवन्तः. अत्र किम् अस्ति इत्युक्ते नूतनसूत्रम् अस्माभिः दृष्टं. स्यचिच् सियुट् टाफिषु भावकर्मणोरुपदेशे अज्जनग्रहदृशां वा चिन्वदृच इति सूत्रम्. अनेन किं वयं ज्ञास्यामः, यत्र स्य प्रत्ययः सिच् नो चेत् सियुट् तास् एते प्रत्ययाः आगच्छन्ति चेत् यत्र भावकर्मणोः विषये अत्र किं भवति, उपदेश अवस्थायां यदि धातुः अजन्तः अस्ति नो चेत् अन्यथा तु हलन्तदातवः कानिचन उक्ताः अत्र हन् धातुः, गृहधातुः, दृष्धातुः इति. तर्हि अजन्तधातूनाम् उपदेश अवस्थायाम् अजन्तधातुः, तदनन्तरं हन् ग्रह दृश् एतेषां धातूनां विकल्पेन एकस्मिन् पक्षे तु पूर्वं यथा वयं दृष्टवन्तः सामान्यकार्यं भवति, अन्यस्मिन् पक्षे विकल्पेन चिन्वद्भावम् आरोपयामः. चिन्वद्भावः भवति, यत्र चिन्वद्भावम् आरोपयामः तत्र तु इडागमः नित्यः भवति. धातुः सेट् वा अणित्वा भवतु, चिन्वत् इट् च इति सूत्रस्य वदनेन अत्र यस्मिन् पक्षे चिन्वत् भवति तस्मिन् पक्षे इडागमः नित्यः इति दृष्टवन्तः. तर्हि चिन्वद्भावः इत्युक्ते कः इति दृष्टवन्तः. अत्र तु चिन्वद् इति इणित् अस्ति इति कृत्वा चोणिति, अनन्तरम् अथोपदायः इत्याभ्यां वृत्तिः भवति. अतो युक् चिन्तुतोः इत्यनेन युकागमः भवति कुत्रचित्, आतो युक् चिन्तुतोः इत्यनेन युकागमः भवति कुत्रचित्. अनन्तरं होहन्तिर्निम्नेषु इत्यनेन हन्धातोः कुत्वं भवति. अनन्तरं गकारः आगच्छति हकारस्य स्थाने. अनन्तरं छिन्नमुळो दीर्घो अन्यतरस्याम् इत्यनेन सामान्यतु मितां ह्रस्वः इत्यनेन ह्रस्वत्वं प्राप्नोति मितां मित् संज्ञकदातवः. किन्तु अनेन सूत्रेण छिन्नमुळो दीर्घो अन्यतरस्याम् इति सूत्रेण विकल्पेन मिद् धातूनां विकल्पेन उपधादीर्घः भवति इति चत्वारि कार्याणि सन्ति, पञ्चकार्याणि सन्ति छिन्नद्भावेन. अनन्तरं तु वयं दृष्टवन्तः किम् इडागमः नित्यः इति दृष्टवन्तः. तर्हि अग्रे वयं रूपाणि पश्यामः. अजन्तधातूनां विषये छिन्नद्भावः इति स्वीकृत्य पक्षद्वयं वर्तते, तर्हि पक्षद्वयस्यपि कार्यं वयं किञ्चित् कर्तुं प्रयतामहे. रामप्रिया भगिनी आरम्भं करोति किं भवति? आं भगिनि, अजन्तदातवः इति किल? आं भगिनि, अजन्तदातवः आकारान्ताः दातवः चिन्वद्भावस्य पक्षे आतो युक् चिन्कृतोः इत्यनेन युक् आगमः. पा योगः लृट्, पा योगः स्यते, स्यसी स्यस्थिसियुतासिषु भावकर्मणोः उपदेश उपदेशे झनु झनु नास्ति अच् अनग्रहदृशां वा चिन्वत् च इत्यनेन स्य प्रत्ययस्य चिन्वद्भावः इडागमश्च. पायोगः ई योगः स्यते आदेशप्रत्ययोः इत्यनेन षत्वं. पायोगः इष्यते आतो युक् चिन्कृतोः इत्यनेन आकारान्तधातूनां युक् आगमो भवति. चिन् प्रत्यये परे णिति णिति कृत् प्रत्यये परे च पायोगः युक् योगः इष्यते उकार ककारयोः इत्संज्ञा. पायोगः यकारः योगः इष्यते पायिष्यते. चिन्वद्भावः न भवति चेत् पास्यते. अस्तु, यदा अहम् अवगच्छामि तद्वदामि भगिनी संस्थां. चिन्वद्भावस्य पक्षे किं भवति इति प्रथमं दत्तमस्ति. अतो युक् चुन्कृतोः इति सूत्रेण युक् आगमः भवति यदा चिन्वद्भावः अस्ति चेत्. तत्र आकारान्तदातवः इति कृत्वा पा धातुः स्वीकृतवन्तः उदाहरणरूपेण. तत् लृट् लकारः, लृट् लकारः इति कृत्वा स्यते इति विधीयते. पायोगः स्यते इति तत्र एतद् सूत्रेण स्यसि सीयुत्तासिषु भावकर्मणोः उपदेशे अजन ग्रह दृशां वा चिन्वद् इच्छ इति सूत्रेण स्य प्रत्ययस्य स्य इति प्रत्ययस्य चिन्वद्भावः अस्ति इति कृत्वा इडागमः भवति. पायोगः ई योगः प्रत्ययस्य एव इडागमः, अतः पायोगः ई योगः स्यते इति भवति. अनन्तरं इकारः अस्ति समीचीनम् इन्कोः, अतः आदेशप्रत्ययोः इत्यनेन षत्वं भवति. पायोगः इष्यते. इदानीं किं भवति इत्युक्ते आथो युक् चिन्कृतोः इति सूत्रेण चिन्वद्भावः अस्ति इति कृत्वा आकारान्तधातूनां युक् आगमः भवति चिन् प्रत्यये परे. अस्तु, चिन् प्रत्यये परे ङिति ङिति कृत् प्रत्यये परे इति अस्य सूत्रस्य निमित्तं प्रायः. अतः पायोगः युक् योगः इष्यते उकार ककारयोः इत्संज्ञा भूत्वा समीचीनम्. अतः पायोगः यकारः योगः इष्यते पायिष्यते इति भवति. यदा चिन्वद्भावः नास्ति तत्र युक् आगमः न भवति इति कृत्वा तत्र पास्यते इति रूपम्. युक् आगमः अपि न भवति, इडागमः अपि न भवति. इडागमः अपि न भवति. वाक्यं वदति किं भगिनि? ओ, पास्यते इति वा? पायिष्यते पास्यते. लृट् लकारः कर्मणि, अतः तेन दुग्धं पायिष्यते शिशुना दुग्धं, शुशुना दुग्धं पास्यते. मात्रा पानीयं वा जलं वा पास्यते. धन्यवादः भगिनि, धन्यवादः भगिनि. अरुणभगिनी एवमेव इति अत्र प्रश्नः नास्ति खलु, आकारान्तधातूनां तर्हि तु युक्तागमः भवति इति. सर्वे अजन्तधातूनां छिन्नद्भावः भवति, तत्र यदि आकारान्तः अस्ति चेत् आतौ युक् चुङ् क्रतोः इत्यनेन भगे सूत्रं न उक्तवती, पठितवती खलु ततः सूत्रं न पठितवती, तदपि पठति किं भगिनि? आम्, आतो युक् चिन् क्रतोः आदन्तानां युकागमः स्यात् चिणि निति कृति च चिण्वा ङित्वा णित् कृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमो भवति. चिङ् च कृत् च तयोः इतरेतरद्वन्द्वः, चिन् कृतौ तयोः चिन् कृतोः आतः षष्ट्यन्तं युक् प्रथमान्तं चिन् कृतोः सप्तम्यन्तं त्रिपदं सूत्रम् अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य आतः युक् चिन् कृतोः ङिति इति. अत्र अङ्गस्य अधिकारः अस्ति आतः इति आदन्तानां तपरकरणं कृतमस्ति. आतः युक् इति आगमः प्रथमाविभक्तौ, चिन् कृतोः ङिति इति सप्तम्यामस्ति. यदा चिन् णित् णित् कृत् प्रत्ययः परः अस्ति चेत् अस्तु. धन्यवादः भगिनि. अरुणा भगिनी, आं भगिनि, एवमेव अग्रे. एवमेव पादातु योगः लुङ् लकार, अत्र लुङ् लकार आदधातुकलकारः लुङ् स्थाने स्या विकरणप्रत्यय आगच्छति. पायोगः स्या इति दीर्घसूत्रं स्या सिच् सियुट् ताशिषु भावकर्मणोरुपदेशेर् अज्र अज्रन्न अग्रह दृश्य अहं न स्मरामि. भावकर्मणो उपदेशे अज्रणग्रहदृशां वा चिन्वति च इति सूत्रेण चिन्वति. ततः चिन्वद्भावमस्ति, इदागम आगच्छति पायोगः ईयोगः तास्. तदनन्तरम् आदेशप्रत्ययोः अनन्तरं लङ्लकारस्य एव आदौ अन्ते लङ्लकारः आगच्छति, मध्ये तु लृट्लकारस्य भावः भवति खलु, इस्य इति मध्ये भवति, किन्तु आदौ अन्ते तु अपि अन्ते अडागमः भवति, अन्तः अन्ते तु लङ्लकारस्य एव रूपं भवति खलु इति कृत्वा अत इति आगच्छति. पुनः वदतु लृङ्लकारस्य कथं वयं प्राप्नुमः लृङ्लकाररूपम्? अन्ते लृट्लकारवद् भवति, अनन्तरं मध्ये तु लृट् क्षम्यतां लङ् लकारवद् भवति आदौ अनन्तरम् अन्ते. ओ आदौ मध्ये तु ईष्य इति लृट्लकारस्य रूपं स्वरूपं प्राप्नोति. प्रथमम् आडागम आगच्छति, तदनन्तरम् आयोगः पायोगः लृङ्, अत्र पायोगस्य विरागम आगच्छति चिन्नद्भावपक्षे. पाशिष्या इति रूपं, तदनन्तरं अतो युक् चिन्कुतोः इति सूत्रेण युक् आगम आगच्छति चायोग आयोग आप योग यायोगः पाशिष्यत अपशिष्यत इति चिन्वद्भावपक्षे चिन्वद्भाव नास्ति नास्ति चेत् रूपं किम् अपश्यसपश्यसत अपश्यत वाक्यं वदति किं भगिनि कर्मणि प्रयोग बालकः मात्रा बालकम् अत्र किम् अस्ति यदि शिशुः लृङ् अस्ति खलु तर्हि क्षम्यतां लृङ् अस्ति खलु अत्र किम् अस्ति यदि सम्भाव यत्र न अभवत् तस्य अर्थे भवति खलु यः न सम्भवति तस्य अर्थे अस्ति तर्हि यदि शिशुः दुग्धं यदि शिशुना दुग्धम् अपायिष्यत तर्हि भवति तथा भवति खलु यदि शिशुना दुग्धम् अपायिष्यत तर्हि सः न अरोदिष्यते अरोदिष्यत इति सम्यक् किम् ऋद्धुधातोः सामान्यलिट्रकाररूपवत् भवति खलु अरोदिष्यत इति चिन्नद्भावः तु केवलम् अजन्तानां केचन धातूनामेव अस्ति तर्हि यदि शिशुना दुग्धम् अपायिष्यत नो चेत् अपास्यत तर्हि सः न रात्रौ सः न अरोदिष्यत इति अरोदिष्यत क्षम्यतां भगिनि अहं सम्भाषणं कर्तुं न शक्नोमि तदेव रोदिष्यत अस्तु भगिनि अग्रे अपि वदति किं भगिनि लुट् लकारस्य अहमेव करोमि भगिनि आमां पूरयतु योगः लुट् अत्र लुट् सूत्रं न जानामि अग्रे प्रायः सरला भगिनी वदति आगच्छति पा योग लिट् लिट् लकारे यथा लटो अनेन सा आगच्छति प्रत्यय पा योग तास् भवति यदि पायुगतास् अस्ति तास् इति स्यसिषु भावकर्मणो उपदेशे हन् ग्रहदृशो वा चिन्वित् च अनेन चन्वद्भावः आगच्छति अपि इदागमः भवति तदनन्तरं पायोग इकारयोग ताष्टसकार अपगच्छति सो ता इति तिष्ठति तत्र सो इदानीं पा योग ई योग ता आसीत् इदानीं चिन्वद्भावः भवति अतः आतो युक् चिन् कृतो अनेन युक् आगमः अपि आगच्छति सो पा योग ई योग युक् भवति योगस्ता युक् तस्य ककार संज्ञा भवति सो पा योग ई योग यकार सो पायि ता इति भवति भगिनी मम प्रश्नः अस्ति यदि पायिता इति भवति एकपक्षे यत्र चिन्वत् भवति यत्र चिन्वत् नास्ति तत्र पाता इति भवति किन्तु सिद्धतिङ्गप्रत्ययः न सन्ति वा तत्र लुट् पूर्वं भानुवासरवर्गे वयं दृष्टवन्तः लुट् सिद्धसिङ्ग् प्रत्ययः तु ता इति एव अस्ति भगिनि अत्र दास् इति सत्यं आगत्य तिङ् अपि आगच्छति तदनन्तरं तु प्रथमपुरुष एकवचने तु डारौ रसः इति सूत्रं तिङ् तिप् इत्यस्य स्थाने डा इति आदेशः भवति दकारस्य लोपः भवति आ इति अवशिष्यते तर्हि पाता पातौ पातः इति भवति किम् अस्ति चिन्वद्भावः यत्र न भवति, किन्तु यत्र चिन्वद्भावः भवति तत्र तु पायिता पायितारौ पायितारः इति समानं दाता दातारौ दातारः तथैव पाता पातारौ पातारः इति. अस्तु, सो ता इति यथा वयं विकरणप्रत्ययः नास्ति किन्तु आर्धधातुकप्रत्ययः आगच्छति धातो अनन्तरं साधु, एतदपि विकरणप्रत्ययः एव अस्ति भगिनि. ता सार्वधातुकविकरणप्रत्ययः नास्ति, प्रत्ययलकारं सो तस्य सिद्धतिङ्गप्रत्ययस्य सम्पूर्णतया लोपः अस्ति. आकारः विशिष्यते तस्य दारौ रसः इति आदेशः भवति, तर्हि पायिता ता तारौ यत्र अस्माकं तृच् प्रत्ययानां रूपाणि सन्ति खलु विभक्तिरूपाणि समानं भवति, दाता दातारौ दातारः, श्रोता श्रोतारौ श्रोतारः, पिता पितरौ पितरः इति तृ पितृशब्दस्य, किन्तु तथा एव कर्ता इत्यस्य कर्ता कर्तारौ कर्तारः तथा एव पाता पातारौ पातारः इति रूपम्. अस्तु अस्तु, विभक्ति इव भवति किन्तु मध्यमपुरुषे एकवचने रूपाणि भवन्ति तत्र तु अन्य किन्तु केवलं प्रथमपुरुषं श्रोतुं तत्र अदृच् प्रति एव श्रूयते. महोदय न चर्चितवान् यदा यदि वयं ते शिवलकारेषु तदानीं वयं पठामः अग्रे आयामि. भानुवासरवर्गे वयं पठितवन्तः तस्मिन् विषये. अत्र किम् इत्युक्ते तर्हि पाता पातारौ पातारः, पायिता पायितारौ पायितारः इति रूपाणि वाक्यमस्ति. अहं चिन्तवती पायिता इति केवलम् अङ्गम् अस्ति, तत् क्रिया द्रष्टुं तु प्रायः नामपदमिव दृश्यते खलु, तृच् प्रति एव दृश्यते, भ्रमः भवति दृष्ट्वा. वाक्यं वदतु भगिनि. लृट्लकार इति भविष्यत्काले भविष्यत्काले साधु अनद्यतन लृट्लकारः तु सामान्य भविष्यत्काले भवति, इत्युक्ते निमिषद्वयम् अनन्तरं भगिनी पठिष्यति चेत् अहं पठिष्यामि इति वदति चेत् साधु अस्ति, सामान्य भविष्यत्कालः अस्ति. किन्तु लुट्लकारः वर्तते अनद्यतन भवति, श्वः वा तदनन्तरं वा तदर्थमेव कदापि अस्तु कदापि भवेत् अस्तु. यदा वयं मेलनं गमिष्यामः वदति चेत् पर्याप्तं, तस्य कृते आवश्यकता अपि अस्ति, अद्य नास्ति इति प्रकटीकरणम् अति आवश्यकं भवति. मदिरापानं तेन मदिरापानं पायिता श्वः पायिता इति मधुरपायिता श्वः वा परश्वः वा अग्रिमसप्ताहे वा अग्रिमसंवत्सरे वा इति तादृशम् पायिता वा पाता इति भवेत्. धन्यवादः. पुष्पा भगिनी अग्रिमं वदति किम् आशीर्लिङ्ग् इत्यस्य. सम्यक् न जानामि भगिनि, यकारः अत्र पा एव किं भगिनि आशीर्लिङ्ग् पा एव अत्र आशीर्लिङ्ग् अपि एतत् कार्यं करोति न सिच् कार्यं करोति हा तत्र भगिनी सम्यक् न जानामि. अस्तु भगिनि अहं प्रयत्नं करोमि. अत्र किम् इत्युक्ते आत्मनेपदि अस्ति खलु, एकनिमिषम् आत्मनेपदि इत्यस्य किं करोति इत्युक्ते अत्र आशीर्लिङ्गे तु सीयुट् आगमः भवति, अत्र आत्मनेपदी अस्ति चेत् सीयुट् आगमः भवति। तर्हि अत्र किं भवति, सीयुट् आगच्छति, एकनिमिषम् अहम् एकं विषयं वक्तुं अत्र सीयुट् आगमः भवति आशीर्लिङ्ग् इत्यस्य कृते। अनन्तरं ता योगः सीयुट् योगः तिङ् प्रत्ययः अस्ति, त इति तिङ् प्रत्ययः अस्ति। तर्हि अत्र किं भवति, इस्त इति तिङ् प्रत्ययः आगच्छति, सिद्धतिङ् प्रत्ययः। अत्र सी प्लस् इत्युक्ते सी सीष्ट इति रूपं भवति। अनन्तरम् इडागमः भवति, यत्र चिन्वद्भावः भवति तत्र इडागमः भूत्वा पा योगः ई योगः सीष्ट इति रूपम्। अनन्तरम् अत्र आकारान्तः अस्ति इति आदन्तम् अङ्गम् अस्ति इति कृत्वा आत् अन्तम् अस्ति इति कृत्वा युकागमः भवति आतो युक्चिन्कृतोः इति। तर्हि पा योगः यकारः योगः ई योगः शीष्ट इति, तर्हि पायि शीष्ट इति रूपम्। अन्यथा तु केवलं पाशीष्ट इति प्रायः स्यात्। भवति तत्र पायि शीष्ट नास्ति चेत् पाशीष्ट इति रूपम्। तर्हि अत्र आशीर्लिङ्ग् किम् अस्ति, आशीर्वादार्थे पितामहः किं प्रतिमादि अमृतं भवता अमृतं पायिशीष्ट इति। तत्तु आत्मनेपदी, आत्मनेपदी तत् आम् भवता तदेव अस्ति, पायिशिष्ट इत्येव आत्मनेपदीरूपम् अस्ति। आशीर्लिङ्ग् अस्ति खलु, भिन्न अन्ते तु भिन्न तकारः भूत्। तर्हि भवता अमृतं पायिशीष्ट इति नो चेत् आगच्छति सकारस्य प्रभावः, अत्र षकारस्य प्रभावः सी अस्ति, सी इकारस्य इदागमस्य कारणात् सकारस्य सीयुट् इत्यस्य सी इसि इत्यस्य षि इति भवति। अनन्तरं तथैव मध्ये अत्र षि सियुट् इत्यस्य ईकारः अस्ति इति कृत्वा इस् त इत्यस्मिन् इष्ट इस् इष् भवति, तदनन्तरं षकारस्य प्रभावेन टकारः अपि भवति, तर्हि शीष्ट इति। भगिनि सियुट् यकार टकारस्य लोपः भवति वा? आम् भगिनि, आं भगिनि, सियुट् इत्यस्य यकारस्य अपि लोपः भवति, अत्र उकारस्य अपि अस्ति। सो इष्ट इस् सिद्धप्रत्ययः अस्ति तत्र। आं भगिनि, इति सिद्धतिङ्प्रत्ययः, सत्यम्। अत्र सकारस्य लोपः किं अत्र किं भवति इत्युक्ते यकारस्य लोपः लोपो व्योर्वलि इत्यनेन भवति। अस्तु, अग्रे अग्रे कस्य क्रमः भगिनि? कथं जानीमः पा इति पिब पाने अस्ति वा पालने, पालनपोषणमपि पा भवति साधु? आं द्वयोः अपि समानं भवति भगिनि, अत्र तु केवलं यत्र पाने इत्यस्य कृते पास्यति इति तु किम् अस्ति, तत्तु वयं जानीमः किमस्ति, यत्र इडागम चिन्नद्भावः भवति तत्र तु किमपि विभेदं न वक्तुं शक्यते। किमर्थम् इत्युक्ते यदि पास्यति इति अर्थे वा पाने किं किमस्ति पालनार्थे अस्ति वा, उभयत्रापि इडागमः नित्यः भवति, अनन्तरं चिन्वद्भावमपि नित्यं भवति, तर्हि रूपं समानं भवति, अर्थं दृष्ट्वा एव वक्तुं शक्यते। किन्तु यत्र चिन्वद्भावः नास्ति तस्मिन् पक्षे कदाचित् वक्तुं शक्यते, किमर्थम् इत्युक्ते पा पालनार्थे अस्ति चेत् सेट् वा इति द्रष्टव्यं। सामान्यपास्यति इति पाने इत्यर्थे तु अनिट् अस्ति खलु, किन्तु अनिट् सर्वे आकारान्तदातव अनिट् सन्ति, उभयो पापि इत्यपि अनिट् एव अस्ति वा? तर्हि वक्तुं न शक्यते, रूपं समानं भवति भगिनि, सत्यम्, उभयोः अपि महोदय उक्तवान् सर्वे आकारान्तदातव, तर्हि वक्तुं शक्यते यत्र इडागमः सामान्यचिह्नद् अपक्षे भवति तत्तु एतादृशः अन्यः इति वक्तुं शक्यते. सो यस्मिन् पक्षे चिन्वद् भावना अस्ति तत्र पाशिष्ट इति भवति साधु. आं भगिनि, पाशिष्ट सकारः एव अस्ति खलु. आं सकार ओ शिया वा शी न भवति कारण कि इडागम न आगच्छति साधु. सो पाशिष्ट भवति वा सत्यं पाशिष्ट इति पाशिष्ट भवता अमृतं पाशिष्ट पायशिष्ट वा पाशिष्ट पायिशिष्ट पाशिष्ट अग्रे रामप्रिया भगिनी. आं भगिनि, इकारान्ताः ईकारान्ताः च दातवः चिन्वद् भावस्य अग्रे प्रदर्शयति इति महोदयेन दत्तम् अस्तु. ईकारान्तः ईकारान्ताः च दातवः चिन्वद् भावस्य पक्षे अचोणिति इत्यनेन वृद्धिः भवति. चीयोगः लृट् चीयोगः स्यते स्यसीच् स्यूतासिषु भावकर्मणोः उपदेशे अजन अजनग्रह दृशां च दृशां वा चिन्वत् इट् च इत्यनेन स्य प्रत्ययस्य चिन्वत् भावः इडागमश्च. चीयोगः इ स्यते आदेशप्रत्ययोः इत्यनेन षत्वं. चीयोगः इष्यते अचोणिति इत्यनेन णिति णिति प्रत्यये परे वृद्धिः. चैयोगः इष्यते यचोयवायावः इत्यनेन आय आदेशः. चायोगः इष्यते चायिष्यते चिन्वद्भावः न भवति चेत् चेष्यते. इदानीम् इकारान्त ईकारान्तदातवः तत्र तु चिन्वद्भावः अस्ति चेत् अचोणिति इत्यनेन वृद्धिः भवति. तत्र यक्कागमः भवति किल, तत्र आकारान्तदातवः चेत् युकागमः आतो युक्चिन् कृतोः. इदानीम् ईकारान्त ईकारान्तदातवः अस्ति चेत् अचोमिति इत्यनेन वृद्धिः भवति. चीयोगः लृट् चीयोगः स्यते अनन्तरम् अस्माकं दीर्घसूत्रं येन इडागमः भवति. स्य प्रत्ययः अस्ति अतः इडागमः चिन्वद्भावः. च चीयोगः ईयोगः स्यते आदेशप्रत्ययोः षत्वं. चीयोगः इष्यते इदानीम् अचोनिति इत्यनेन ङित् ङित् प्रत्यये परे वृद्धिः भवति. चै योगः इष्यते चै ऐकारः ईकारः अतः एचोयवायावः इत्यनेन आय आदेशः. चाय् इष्यते इति चिन्वद्भावः यदा न भवति तत्र इडागमः अपि न भवति अचोनिति अपि न भवति किल. ची चेष्यते इति भवति गुणः एव किल, आर्धधातुकप्रत्यये परे गुणः चेष्यते इति रूपं भवति. वाक्यं वदतु चेष्यते ची धातुः किल चिनोति एव किल भगिनि लटीरूपम् अस्तु चेष्यते चायिष्यति छात्रेण पुस्तकं चायिष्यते चायिष्यते अध्यापकेन छात्रः चेष्यते धन्यवादः. अरुणा भगिनी लृटि नी धातोः धातुः लुट् लकार अत्र लुट् लकार अर्धधातुकलकार तत्र च इति विकरणप्रत्ययः नियोगः च तदनन्तरं शिशु भावकर्मणोपदेशे जः यत्र दर्शनगृहं वा चिन्वत् इच्छा इति सूत्रेण चिन्वत् भावः आगच्छति अतः इदागमः आगच्छति नियोगः योगस्य इष्य अत्र आदेशपतिः सूत्रेण इष्य इति आगच्छति नियोगः तदनन्तरं इदन् इकारान्तदातः अतः अचोडिन् इति सूत्रेण ईकार इकवर्णस्य वृद्धिः भवति नी नै भवति नै योगः इ अस्ति ततः यचो यावसूत्रेण नाय् नायिष्यते इति रूपं निष्पन्नं भवति. सम्यक् भगिनि? आं भगिनि. चिन्नत् भाव अभावे केवलं नीष्यते एव रूपम्. पुनः चिन्तयतु, नियोगः इष्यते तत्र इडागमः भवति किम्? अजन्तदातवः अनित् न भगिनि. सामान्यतः तु सर्वे अजन्तदातवः अनितः सन्ति. आम्, अधिकतया तु अनितः इति कृत्वा नियोगः इडागमः न भवति. चिन्वत् यत्र भावः न भवति अपक्षे इडागमः न भवति, नियोगः इष्यते. तर्हि तदनन्तरं किं भवति? इष्य इति कीदृशप्रत्ययः? इति प्रत्यय आर्धदातुकप्रत्यय ओ गुणः भवति भवति वृद्धि गुणः भवति. तर्हि रूपु नियोगः नेयोगः अधुना ने भवति, तदनन्तरं किं भवति? नेष्यते खलु? नेष्यते ओ नेष्यते एव. सकारस्य षत्वम् अपि भवति नेष्यस्य. नेष्यते नेष्यते वाक्यं नायकः नायकेन सेवकः नायिष्यते नायिष्यते वा नायकेन सेवकः नाश्यते नेष्यते. उत्तमं भगिनि, धन्यवादः भगिनि. सरला भगिनी अग्रिमे. अस्तु, नियोग लृङ् लृङ् लकार अस्ति. लृङ् लकार पुनः स्यातासि लृलुटो नमेस्य आर्धधातुकप्रत्यय विधीयते. नियोगस्य आगच्छति इदानीं स्य पुनः स्य सिच् सियुतासु भावकर्मणो उपदेशे हन् ग्रह दृश वा चिन्वत् तत्र इदागमा चिन्वत् भवति तदनन्तरम् इदागमः आगच्छति. सुनियोग इकारयोग पुनः आगच्छति लृङ् लकार अस्ति तस्य अडागमपि भवति. सो अनि भवति अनि भवति तत्र अनि पूर्वं तस्य अनि भवति अनि योगस्य इदानीं स्य इति तस्य सिद्धतिङ् प्रत्य प्रथमपुरुषे एकवचने तकार त आगच्छति. सो स्य त इति भवति तत्र आदेश उपदेश अनेन इकार पूर्वम् अस्ति इङ्को अतः सकार सकार भवति. सो शत इति भवति. चिन्वत् भाव अस्ति इदानीम् इकार आगच्छति. सो नियोग इकारयोग शत अचोन्यनति इति सूत्रस्य प्रसक्ति भवति. सो ईकार अदन्तम् अस्ति, अचो ञति अनेन वृद्धिः भवति. सो नञ् योग ई योग शत आनि अनि योग ईकार योग यकार योग शत इति भवति. सो इति नञ् ईकार तयो मध्ये नी भवति. नो नञ् ईकार तस्य नायी आगच्छति साधु एच वयावर्णेन. सो नायी भवति. सो नायिशत इति अनायशत इति भवति रूपम्. अपक्षे यत्र चिन्वद्धावनं भवति तत्र भवति नियोग अनियोग स्यत् इति भवति तत्र. सो पूर्वम् इकारस्य शकार भवति शत इति भवति. तदनन्तरं इकार सार्वधातुक आर्धधातुक अनेन गुणं भवति. सो ने भवति. सो अने शत इति भवति. वाक्यं भवति सैनिकेन सैनिकेन सैनिकेन सेना अनायिषत वा अनेष्यत. यदि सैनिकेन सेवा सेना अने अनायिष्यत तर्हि जयं धन्यवादः भगिनि. सरल सरलमेव खलु पुष्पा भगिनी लुट्लकारस्य वक्तुमिच्छति किं भगिनि? पुष्पा भगिनी म्यूट् मध्ये अस्ति. जानामि, शृणोमि. शृणोतु भगिनि. अस्तु भगिनि, नास्ति चिन्ता. किञ्चित् जाटिल्यं वर्तते किमर्थम् इत्युक्ते बहूनां लकाराणाम् अर्थं दत्तम् अस्ति. रामप्रिया भगिनी भवती आदौ प्रथमवारं यदा अहं पठितवती मम तु भ्रमः जातः, पूर्णतया भ्रमः जातः. न पठितवन्तः न लृट् नकारे लृङ् यदि अहं भानुवासरस्य वर्गम् अधुना गच्छामि खलु तत्र वयं समापितवन्तः इति कृत्वा किञ्चित् सरलं दृश्यते मदर्थं, किन्तु अत्र तु वयं न दृष्टवन्तः. आम् भगिनि, नियोगः लुट् इति तत्र नियोगः तास् इति आदेशः भवति लुट् स्थाने तास्. इदानीं किं भवति, इदानीम् एतत् सूत्रेण दीर्घसूत्रेण चिन्वत् भावः इत्यनेन इडागमः नियोगः ईयोगः तास् योगः ईयोगः तास् तत्र अचोनिति किमर्थम् अचोनिति तत्तु न आवश्यकम्, अचोनिति न भवति. नियोगः ईयोगः यकारः कथमागच्छति भगिनि अत्र अस्माकं यक् प्रत्ययः वा? न भगिनि, अत्र पुनः आर्धधातुकप्रत्ययः अस्ति, चिन्वद्भावः इति कृत्वा अत्र अचोनिति इति कार्यं करोति खलु. इडागमः भवति, इडागमः भूत्वा अचोणिति इति कार्यं भवति खलु. ओ तेन कारणेन. अस्तु, नियोगः ईयोगः तास् इति भवति तत्र सिद्धतेङ्प्रत्ययः तु ता इति एव अस्ति. सिद्धता एव अस्ति, ता एव मध्ये किं भवति? नियोगः ईयोगः था इति इदानीम् अचोनिति इत्यनेन वृद्धिः भूत्वा नैयोगः ईता इति भवति. नैयोगः ईता ऐकारः ईकारः इति कृत्वा एचोयवायावः इत्यनेन आय् आदेशः आय् आदेशः भूत्वा नायिता नायिता नायितौ नायितारः इति भवति. नेता आम् नायिता नेता इति तत्र लुट् किल लुट् इत्युक्ते अनध्यतन भविष्यत् कालः नायिता कः मन्त्रिणा प्रजाः इत्युक्ते बहुवचनं भवति नायितारः नायितारः प्रजाः नायितारः प्रजा इत्यपि मन्त्रिणा प्रजा नायिता इत्यपि अग्रे भगिनि सो अपक्षे किं भवति यत् चिन्वत् न भवति नेता इति आं भगिनि नियोगः गुणसन्धि गुणं भवति तत्र कार्यधातु कार्यधातु प्रत्ययः अस्ति इति कृत्वा एकः प्रश्नः अस्ति यदि वयं कृतवन्तः आदेशप्रत्ययो तत्र तत्र प्रथमम् आदेशप्रत्ययो भवति तत्र संख्या दृष्ट्वा किं भगिनि यथा अत्र चीयोग वा नियोग ईयोग शते अस्ति साधु तत्र आदेशप्रत्ययो प्रथमम् अस्ति अचोन्यनति तस्य अनन्तरम् अस्ति न तथा नास्ति भवति किन्तु तत्तु तत्र तु सम्मर्दः तयोः तु किमपि सङ्घर्षः नास्ति खलु ई प्रथमम् आदेशप्रत्ययो प्रथमम् अनन्तरं भवति चेदपि समानकार्यं खलु अस्तु यदि पूर्वं यदि आदेशप्रत्ययो वयं न कुर्मः अचोन्यनति इति नञ् भवति तदनन्तरं समानं खलु अस्तु अस्तु अस्तु इकारसि आमां समानरूपमेव केवलं महोदय तत्र स्थापितवान् सारल्यार्थं प्रथमया प्रत्ययः इति कृत्वा स्थापितवान् रूपम् इति तावदेव अस्तु इति भ्रमात् भवति युक् पूर्वं युक् कृतवन्तः इदानीं युक् नास्ति तत्र युक् आगमः आतो युक् चिन् कृतोः इति खलु आदन्तदातूनामेव आदन्तदातु तदेव अस्ति आशीर्लिङ्गस्य कः उक्तं भगिनी रमप्रिया भगिनी उक्तवती खलु करोमि भगिनि प्रयत्नं करोमि भगिनि अहं न कृतवती नियोगः आशीर्लिङ्ग् नियोगः आशीर्लिङ्ग् आत्मनेपदेषु सीयुट् आगच्छति तत् सीयुट् अत्र च तासि इति सूत्रेण इडागमः भवति नित्यं ततः नियोगः एव सीयत अस्ति आगच्छति भगिनि किं भगिनि आम् अत्र सीष्ट इति सिद्धतिं प्रत्ययः शिष्ट नियोगः शिष्ट तदनन्तरं चिन्मत् पक्षे इदागमः भवति खलु नियोगः शकारः भवति विशिष्ट भवति आदेशपत्यः सूत्रेण दीर्घ एव शीष्ट एव शीष्ट तदनन्तरम् अचोनिनि इति सूत्रेण वृद्धि भवति नै योगः शीष्ट कतः कृतम् भवति खलु तदेव नायिशिष्ट नायिशिष्ट पक्षे किं भवति नेशिष्ट इति रूपं कथं राजकुमारेण नायि शीष्टेन राज्यं राजकुमारेण राज्यं नायि शीष्ट उत्तमं भगिनि अग्रे अत्र अचोणिति इत्यस्य अपि दत्तमस्ति भगिनी अत्र पुष्पा भगिनी पठति किं भगिनि भगिनी भगिनी एकः प्रश्नः अस्ति यथा अन्य क्वचित् चर्वत् न भवति तत्र नी तस्य नी भवति पशिष्ट बट् यदि आदिशपत्ययो तस्य इण्को अस्ति सो इण् प्रत्याहारे एकार नास्ति साधु अस्ति भगिनि एकारः अस्ति खलु इण् प्रत्याहारे अस्ति इन् इति तत्र हयवर लण् पर्यन्तम् इन् अस्ति इन्कोः इत्यस्मिन् हयवरट् लण् पर्यन्तम् इन् प्रत्याहारः अस्तु अस्तु अत्र तु कृतज्ञे स्मर्तव्यम् अत्र इन्कोः इत्यस्मिन् हयवरट् लण् पर्यन्तं भवति न तु केवलम् ए युण इति अस्ति अस्तु अहं भवती कथं नेष्ट आगच्छति तत्र पूर्वं यदि नि अस्ति त आदेशप्रत्ययो पूर्वं कर्तव्यम् अवा तत्र साधु धन्यवादः सर्वदा तु विस्मरामः अतः स्मर्तव्यं केवलम् आदेशः सामान्यतया इन् प्रत्याहारः इत्युक्ते केवलम् अयुगुण् इति एव इन् इति एव आगच्छति किन्तु आदेशप्रत्ययः इत्यस्य कृते पृथक्तया तदर्थम् अनन्तरं यस्मात् सूत्रात् इन्कोः इति आगच्छति तस्मिन्नपि सूत्रे तथा एव इन् इत्यनेन लण् पर्यन्तं पुष्पा भगिनी पठति किं भगिनि अचोणिति इति अग्रे दत्तमस्ति अस्तु भगिनि अचोणिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति यत्संज्ञा भवति इति कृत्वा निति इति क्रिश्चिन् प्रत्याहारे किम् आगच्छति भगिनि चिन्वद् भावः अस्ति खलु तर्हि चिन् इत्यस्य नकारस्य यत्संज्ञा भवति खलु अत्र भगिनी सरला भगिनी एतावत्पर्यन्तमेव दृष्टवन्तः खलु कृते किन्तु महोदय हल भावकर्मणो हल तस्य समग्रं चिन्तनं कृतवान् अधुना कुर्मः किं गतसप्ताहे अजन्तधातूनां कृतवान् अस्मिन् मङ्गलवासरे हल धातु हल हलन्त धातूनां सम्यक्चिन्तनं पूर्वपाठं यत् अस्ति तत् अधुना वयमपि कुर्मः किं नो चेत् अन्यत् किमपि द्रष्टव्यं किम् अत्रैव वयम् इतोपि उदाहरणानि स्वीकृत्य रूपं साधयामः किम् अन्यानि तु उदाहरणानि कृतं कुर्मः तत् स्वीकृत्य कुर्मः किम् अहं वदामि एकं दास्यामि पट्टुधातोः कृते भगिनी सरला भगिनी भवती करोति किं पट्टुधातूनां धातोः कृते पट्टुधातूना किं रूपाणि अत्र पट्टुधातोः अत्र चत्वारः लकाराः सन्ति खलु पञ्चलकाराः सन्ति खलु चतुर्णां लकाराणामपि रूपाणि लृट् प्रथमं वदतु तस्य आगच्छति खादु लृट्स्य भवति पठयोगस्य इदानीं स्य इति किं पुष्पा भगिनि म्यूट् भवतु ध्वनिः अस्ति भामकर्मरो अनेन तत्र पुनः सुसूत्रं वदतु भगिनि भावः न भवति एव एकमेव रूपं भवति पठति चेत् अस्ति स्यति अपि आर्धधातुकबलादि तस्य प्रसक्तिः भवति सो पठिष्यति इति भवति इकार आगच्छति सकारतादि च प्रत्ययो अनेन पठिष्यति इति आगच्छति पुनः चिन्तयतु कर्मणि रूपं वयं साधयामः तर्हि भावकर्मणि रूपं किन्तु तत्र कार्यं न करोति पठिष्यते इति भवति पठिष्यते इति रूपम् आं भगिनि साधु पठिष्यति रामप्रिया भगिनी लृङ्लकारस्य वदति किं भगिनि पट्टुधातोः कृते पट्टुधातोः लृङ्लकारः अस्तु लकारः इत्युक्ते स्य एव अ अडागमः भवति अयोगः पट् योगः स्य इदानीम् अस्माकम् एतत् सूत्रं तु अत्र कार्यं न करोति किल भगिनि चिन्वत् भावः किमपि न भवति अपठिष्यत क्षम्यतां सरला भगिनी वाक्यं न उक्तवती भगिनि पठिष्यति पठिष्यति तस्य वाक्यं मया श्वः न्यायवर्णस्य उपास्थानाम् उपासनं पठिष्यते रामप्रिया भगिनि भवत्याः अपठिष्यत इति अपठिष्यत सम्भावना किल लृङ् इत्युक्ते यदा मया व्याकरणं न अपठिष्यत तदा किमपि न अवगम्यत अवगमिष्यत अवगमिष्यत अवागमिष्यत इति अवागमिष्यत तत्र यदि इति भवति खलु, किमर्थम् इत्युक्ते यदि यदि यदा न यदि यदि तर्हि धन्यवादः. अरुणा भगिनी लुट्टु लकारस्य पट्टदातु स्यात् चास् इति सूत्रेण चिह्नद्भावना भवतीनि भवति भगिनि. आम् आं सत्यं सत्यं भगिनि. आम् चिह्नद्भावना अस्ति वा? नास्ति. किमर्थं किमर्थं न भवती वदतु. बहु समीचीनम् श्रूयते भगिनि. किमर्थं चिन्नद्भावः नास्ति इति पृच्छामि. अरुणा भगिनि, चिन्नद्भावः पट्टधातोः कृते नास्ति इति उक्तवती खलु, किमर्थं नास्ति इति? अत्र हलो हलन् भगिनि, अत्र अलन्तधातुः अस्ति इति कृत्वा चिन्नद्भावः नास्ति. अज् अजन्तधातुः नास्ति, अनन्तरं हन् धातुः नास्ति, ग्रहधातुः नास्ति, दृशधातुः अपि नास्ति. ततः पट् योगः पास् योगः ता पट् योगः ता इति सिद्धतिङ् प्रत्ययः लुटि इदागम आगच्छति वा भगिनि? किमर्थम् आगच्छति? सेट् अस्ति इति कृत्वा इडागमः आगच्छति. पट् योगः पठिता इति रूपं तावदेव भगिनि. पट्योगः इ योगः पठिता. अत्र उक्तवती खलु साक्षात् तृच् प्रत्ययस्य रूपाणि तृच् जानाति खलु, पठिता पठितारः पठितारः श्रोता श्रोतारः तृच् इत्यस्य रूपमेव दृश्यते प्रथमविभक्ति प्रथमपुरुषे एकवचनरूपम् एकवचन द्विवचन बहुवचनरूपाणि साक्षात् रूपं समानं दृश्यते. बालकेन पुस्तकं पठिता पठिता श्वः पठितः समीचीनम् समानम् अर्थः तु भविष्यत्काल लृट् अपि भविष्यत्कालः अस्ति, लुट् अपि भविष्यत्कालः अस्ति, केवलम् एकः एव भेदः लुट् तु अनुसृतनार्थे अस्ति इति भेदः. अस्तु आशीर्लिङ्ग् सः वदिष्यति. सरला भगिनी उक्तवती पुष्पभगिनी वक्तुमिच्छति चेत् आगच्छतु भगिनि. एते सर्वे मम मया बहु इट्स् गोयिङ्ग् रैट् ओवर् मै हेड्. अस्तु भगिनि, अशीलिङ्ग् भवती पठ्ययोगस्य यूट् तत्र इडागमस्य चिन्तनं भवति तस्य तस्य कार्यं न भवति. केवलं पठ योग इकार योग सियूट् इदानीं यूट् तस्य भवती उक्तवती लोप अनुबन्धलोपान्तरं षि एव इकारस्य आदेशप्रत्ययवर्णने षि भवति योग शिष्ट इष्ट साधु भवती उक्तवान् इष्ट सो पठशीष्ट इति भवति पठिशीष्ट अस्तु. सो इदानीम् आशीर्विङ्ग् पित्रा पुत्रं पित्रा ग्रन्थः इति खलु पुत्रेण ग्रन्थः पठिशीष्ट पुत्रेण ग्रन्थः पठिष्यतः अत्र आशीर्वाद इति तत्र प्रयोजक आगच्छति न किमर्थं प्रयोजकत्वम् इत्यस्य वयं न कृतवन्तः अत्र तु निश्च नास्ति खलु निजन्तम् केवलं पुत्रः ग्रन्थम् इति पुत्रः कर्ता ग्रन्थः इति कर्म तर्हि पुत्रेण ग्रन्थः पठिषीष्ट इति सर्वमस्ति खलु रूपाणि अत्र तु सन्धिकार्याणि न सन्ति इति कृत्वा मम तु किञ्चित् आश्वासः वर्तते इतोपि एकं पश्यामः किम् एकं स्वीकृत्य भवन्तः किमपि अजन्तदातुं स्वीकृत्य कुर्मः तर्हि कथं भूधातु उकारान्तः तु अग्रिमसप्ताहे आगच्छति इकारान्तः नो चेत् अकारान्तः अस्तु नीचे कृतवन्तः साधु अन्य जयति इति जी धातुः स्वस्व इकारान्तदातुः अस्ति खलु तद् जि इति तस्य लुट् लकार यदि कुर्मः जि योगस्य भवति तदानीम् अस्माकं यत् स्युतासुषु भावकर्मणि रूप भावकर्मणो उपदेशे हन् गृह दशां च पुनः भवतु अज् अज् अज् अपि अस्ति खलु अज् अज् इति अज् अहं सन्धि भग्न कृतवती अस्तु अज् झन् गृह दृशां तत्र जि योगस्य योग भवति तदनन्तरम् इक तस्य चिन्वद् भवति सो इदागम आगच्छति इदागम भूत्वा जि योगस्य तस्य आदेशप्रत्ययोपि कार्यं करोति सो जि योगस्य भवति इदानीम् आतोयुक् नास्ति अचोन्यनति इति कार्यं करोति जि योग भवति श्यते इति शते इति भवति तत्र आतो अचोन्यनति अनेन जि जै भवति जै योग श्यते तदनन्तरं जै तस्य अचोन्यनति ऐचो वयाय इति कार्यं करोति कारण कि इकार अस्ति तस्य तदनन्तरं सो जायिष्यते इति रूपं भवति एकपक्षे अन्यपक्षे भवति जेष्यते साधु आं भगिनि जेष्यते इति भवति वाक्यं वदामि प्रधानमन्त्री मोदी काश्मीर् न जायिष्यते कृतवान् पूर्वम् मोदी चैना युद्धं जायिष्यते मोदिना चीनयुद्धं जायिष्यते वा जेष्यते युद्धः भवति वा युद्धं भवति रामप्रिया भगिनि आं भगिनि तत्र लुङ् पुनः जि योगः लुङ् जि योगस्य इदानीम् अडागमः भवति आयोगः जि योगः एतद् सूत्रेण स्यसि स्युतासिषु भावकर्मणोरुपदेशो अजन ग्रहदृशां वा चिन्वत् चिन्वत् इट् च इत्यनेन इडागमः भवति. अतः अचि अजि योगः इष्यते आदेशप्रत्ययोः छत्वम् अजि इष्यते अचोनिति इत्यनेन वृद्धिः आजै इष्यते एचोयवायावः आजयायिष्यते आजयायिष्यथ जायिष्यथ आजायिष्यथ आजेयिष्यथ जेष्यत जेष्यत आजेष्यत. एकनिमिषं पश्यामि अत्र दि धातुः सेट्वा नीत्वा अनीते एव अस्ति अजेष्यत इति आजेष्यत आजायिष्यत अस्तु जायति. यदि चीना युद्धम् अजायिष्यत अस्माकं एलेक्षन् इति किं वदामः भगिनि एलेक्षन् इति मतदानम् इति किं मतदानम् मतदानं यदा अजायिष्यत तदा पुनः ट्रम्प् महोदयः एव प्रेसिडेण्ट् अभविष्यत. निर्वाचनम् इति निर्वाचनं वा अनन्तरं सम्भावना भीतिमुत्पादयति सम्भावना निर्वाचनं अरुणा भगिनी लुट्लकारस्य जि योगः लिप् लिप् स्थाने तास् आगच्छति जि योगः तास् चकारलोपः भवति ता एव अवशिष्यते ता एव अवशिष्यते. तदनन्तरं स्या चिचि चियु तासिषु भावकर्मणो उपदेशे अज्रनग्रहदृशां वा चिन्वत्तिट्ट च इति सूत्रेण चिन्वद्भावः भवति. चिन्वद्भावेन इक्वर्णः अस्ति. ततः अचोणिन् इति सूत्रेण वृद्धिः भवति जी जय् भवति क्षम्यताम् इदागमपदमम् आगच्छति जि तदनन्तरं वृद्धिः भवति नै योगः इत इतो यावत् नायता इति रूपं भवति. चिन्वत् नास् अभावात् केवलं ने नेता इति भवति वाक्यं अलक्षण अगेन् मेपि अक्टोबर् मासे अक्टोबर् मासे क्षम्यतां नवम्बर् मासे नो एलेक्षन् निर्वचने नवम्बर् मासे निर्वचने निर्वचनेन बैडन् रिपब्लिक् जनैः किं भगिनि अत्र कर्मणि प्रयोगः नास्ति खलु भावे प्रयोगः एव भवति जि धातुः तु अकर्मकधातुः अस्ति तर्हि रिपब्लिक् जनैः जायितारः नो चेत् जेतारः कर्मपदं नास्ति खलु कर्मपदं नास्ति. क्षम्यतां, तर्हि जायिता इति भवति भावकर्मणः खलु. बहुवचनं कथं भवितुम् अर्हति? सर्वदा तु एकवचने एव भवति खलु. तर्हि जेता रिपब्लिक् जनैः जेता नो चेत् जायिता. धन्यवादः. एकवचने एव भवति खलु भावप्रयोगे तु सर्वदा एकवचन प्रथमपुरुषे एकवचने एव रूपं भवति. पुनः रमप्रिया भगिनी अत्र आशीर् भगिनी कृतं जनैः मन्त्री जायेत साधु इति भवितुं शक्नोति वाक्यं जायेत. अत्र तु जन् धातुः नास्ति भगिनी, अत्र तु जातु जनैः जनैः जनैः जनैः मन्त्री जायेत साधु. किमर्थं जायेत इति जायेत इति नास्ति खलु? किं रूपं मन्त्री जनैः मतदानं अधिकं मन्त्रीं न भगिनि न अवगच्छामि भवत्याः वाक्यं. कर्मवदं किं भवत्याः कर्तृप्रयोगे वदतु प्रथमं. लट्लकारे कर्तृप्रयोगे मन्त्री जयति यदि जनैः चिनोति साधु. मम वाक्यम् एवमेव आसीत्, रिपब्लिक् जनाः प्रेष्यन्ति इति तावदेव. अस्तु, तो तेलु लुट्लकारे जायेत जेत इति भवति साधु रूपं. जायिता अस्तु. रिपब्लिक् जनैः चेत नो चेत् रिपब्लिक् जनैः, जनैः इत्युक्ते डेमोक्रेट्स् इति रिपब्लिकन्स् क्षम्यतां डेमोक्रेट्स् जनैः चेत डेविन् इति तादृशम्. आशीर्लिङ्गि तु सियूट् इति आगमः, जीयोगः सियूट् इति. तत्रापि इदानीं चिन्वद् भावेन इडागमः, जीयोगः इष्यते आदेशप्रत्ययोः, जीयोगः इष्यते अचोनिति, जेयोगः इष्यते एचोयवायवः जायिष. ओ क्षम्यतां भगिनि, सियूट् सियूट् सियूट् क्षम्यतां. जायिषिष्ट जायिषिष्ट इति भवति किल भगिनि, जायिषिष्ट जेशिष्ट जेशिष्ट एव. अत्र तस्य आशीर्लिङ्गि अस्तु, भवत्याः अनुग्रहः किं भवति रिपब्लिक् जनैः नास्ति नास्ति. अस्तु तावत् खलु, तत्र केवलं भाव्यप्रयोगः अस्ति इति कृत्वा तावदेव जायिष्ट. सो भावे प्रयोगः केवलं प्रथम पुरुष एकवचनं भवति साधु. पश्यामि वाक्यं किं भवति, वाक्यं किं भवति आशीर्लिङ्गस्य. एकवारं पश्यामि, सकर्षमितां सकर्मकः अस्ति, कुत्र जायिषिष्ट? डेमोक्रस् जनैः निर्वचनं जायिषिष्ट इति. निर्वचनम् इति कर्मपदं तत्र आगच्छति, सकर्मकः इति. अहं तु अकर्मकः इति चिन्तितवती. युद्धं जायिषिष्ट नो चेत् निर्वचनं जायिषिष्ट तादृशम्. आम् भगिनि. किमपि अभवत् मनसि सर्वे सर्वे लकाराः अद्र अद्य प्रायः तत्र वयं स्वप्ने पश्यामः स्वप्ने अपि इदानीं अवर् लाङ्ग्वेज् इट्स् ए कलकमल मेलोग्रा रामप्रिय ऐ विल् अण्डर्स्टाण्ड् एव्रिथिङ्ग् इस् mixed up and in our head it is spinning bahukala madartam to aashita mama to baadau to bhiti ki aashita ardhadatu ko prakarane bhiti kinchit adana this elrut la drung सर्वे न पठितवन्तः एव कुत्रचित् अपि दृष्टवन्तः भवन्तः दृष्टवन्तः किं रुट्लकारस्य प्रयोगः कुत्रचित् अहं तु जालपुटे अन्विष्टवती प्रयोगे एक जालपुटे अन्विष्टवती कुत्रचित् एक एकमेव रिसल्ट् इति आगतं गूगल् मध्ये उदाहरणार्थम् अन्विष्टवती एकमेव कुत्रचित् अपि स्थितम् आसीत् एकम् उदाहरणं प्राप्तं तावदेव समीचीनम् अभ्यासः अभवत् धन्यवादः धन्यवादः शुभरात्रि.